नमस्कारः. अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्. अद्य नूतनपाठः आरप्स्यते, धातुविज्ञानं प्रथमभागः इति विषयः. अयं पाठः पुनस्मरणरूपेण एव अस्ति, यतोहि अत्र इत्संज्ञाप्रकरणम् इत्यस्य सारांशः एव अस्ति. अतः एकवारं पठामः. अस्मिन् पाठे अभ्यासः अस्ति, तम् अभ्यासं त्यक्त्वा अग्रे सरेम, यतोहि अभ्यासं पूर्वमेव वयं कृतवन्तः, अतः पुनः न क्रियते. सारांशरूपेण एकवारं करपत्रं पठित्वा अग्रे सर्तुं शक्नुमः. अत्र धातुविज्ञानम् इति वदामः चेत् अत्र किम् अवगच्छामः? धातुविज्ञानम् कोऽपि वदतु. धातोः मूलः अष्ट मूलधातु कथं वर्तते इति वा? सत्यम् इत्युक्ते धातोः किं गणपाठं वा? न केवलं धातुपाठः इति विषयः अस्ति. धातोः विषये विज्ञानम् इत्युक्ते तत्र धातोः विशेषज्ञानम् इत्युक्ते धातोः मूलरूपम् अस्ति, औपदेशिकधातुः अस्ति, तस्मात् तत्र प्रक्रियाकाले किं किं करणीयं रूपसाधनार्थम्. अत्र तिङन्तपदं भवतु, कृदन्तपदं भवतु, यत्किमपि भवतु, परन्तु अत्र तिङन्तपदस्य कृते, कृदन्तपदस्य कृते धातुः एव मूलमस्ति. धातुतः एव तिङन्तपदं निर्मीयते, धातुतः एव कृदन्तपदमपि निर्मीयते. तर्हि धातुः एव मूलमस्ति. तर्हि मूल औपदेशिकधातुः यः साक्षात् उपदिष्टः धातुपटे, तादृशधातुः अस्ति औपदेशिकधातुः. तं धातुं स्वीकृत्य अत्र क्रियापदस्य निर्माणं भवति. तर्हि अस्माकं प्रथमं चिन्तनम् अस्ति औपदेशिकधातुः अस्ति. औपदेशिकधातौ केचन वर्णाः इत्संज्ञकवर्णाः, अनुबन्धाः इति उच्यते. तर्हि प्रथमम् अस्माकं कार्यमस्ति अनुबन्धवर्णानां निष्कासनं इति एव अस्माकं प्रथमं कार्यं. तदर्थं तत्र इत्संज्ञाप्रकरणम् इति अस्माभिः पूर्वमेव पठितम्. इत्संज्ञाप्रकरणे तत्र वस्तुतः अष्टसूत्राणि सन्ति, सप्तसूत्राणि सन्ति, अपि च एकं सूत्रं तत्र लोपः, इत्संज्ञकवर्णस्य लोपः क्रियते एकेन सूत्रेण. तर्हि सप्तसूत्राणि, सप्तसु सूत्रेषु त्रीणि सूत्राणि तस्य लोपः इति सूत्रं, सत्यं. तर्हि अत्र सप्तसु सूत्रेषु एकं सूत्रं निषेधकसूत्रमस्ति, न विभक्तौ तु स्मः इति निषेधकसूत्रमस्ति, हलन्त्यम् इति सूत्रस्य बाधकसूत्रं. परन्तु तत्र उपदेशे जनुनासिक इत् हलन्त्यम् आदिरिटुडवः इति सूत्रं, प्रत्ययः भवतु, धातुः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि मूलरूपं भवतु, सर्वत्र कार्यं भवति. परन्तु अत्र आदिरिटुडवः इति सूत्रं तु केवलं तस्य प्रसक्तिः तु केवलं, नो चेत् प्राप्तिः तु केवलं धातूनां कृते एव, यतोहि तादृशप्रत्ययः अथवा आगमः आदेशः नास्ति, यत्र आदिमवर्णः नी तु दु इति नास्ति. अतः तस्य प्राप्तिः तु केवलं धातूनां विषये एव. अपि च अन्तिमत्रीणि सूत्राणि शः प्रत्ययस्य चुटु लशक्व तद्धिते इति त्रीणि सूत्राणि तु केवलं प्रत्ययानां कृते एव इति आहत्य सप्तसूत्राणि, अपि च एकं सूत्रं तस्य लोपः इति सूत्रं. तदेव अत्र पुनः एकवारं पठ्यते अस्मिन् पाठे पुनस्मरणरूपेण, अतः किञ्चित् शीघ्रमेव गच्छामः. अस्तु, अत्र प्रथमतया अत्र रविकला भगिनी आरम्भं करोति वा? हा भगिनि, पठामि भगिनि. धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रत्ययम् अस्माभिः किं चिन्त्यते नाम सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत. अनुबन्धः नाम यस्य इत्संज्ञा योग्यत्वं सः. तर्हि इत्संज्ञा योग्यत्वं केषां भवति? अस्य ज्ञानं भवति इत्सन्ना विधायकसूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्सन्ना नाम्ना, येन सर्वम् इत्सन्ना विधायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्सन्नप्रकरणम् इति आहत्य तत्र षट् इत्सन्नविधायकानि सूत्राणि सन्ति. एकं वातिकम् अस्ति इत्सन्नविधायकम्, एकम् इत्सन्ननिषेधकं सूत्रमस्ति, एकं लोपविधायकं सूत्रमस्ति. तत्रत्यैः षड्भिः सूत्रैः इत्सन्ना विधीयतेः धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु यत्र कुत्रापि इत्सन्ना भवति तत्र एभिः एव सूत्रैः. अत्र इत्सन्ना सूत्राणि संक्षिप्तानि विवरणम् अस्ति. सर्वं वदामि वा भगिनि? हा वदतु, सारांशरूपेण वदतु. धातुभ्यः सर्वप्रथमम् अस्माभिः इत्सन्नसूत्रं विदित्वा धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु यत्र कुत्रापि इत्सन्न भवति तत्र एषु सूत्रेषु उपयोगं कृत्वा इत्सन्नविधायकसूत्राणि उपयोगं कुर्मः. अत्र पाणिनि अष्टाध्याय्यां प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य षट् सूत्राणि सन्ति. ये सूत्राणि सः एकवार्तिकमपि अस्ति. एषु षट् सूत्राणि सप्तसूत्राणि इत्सन्नां बोधयति. तदनन्तर एकसूत्रः तस्य लोपः लोपं करोति. तावदेव. समीचीनं भगिनि, समीचीनमस्ति. तदेव इत्युक्ते अत्र धातुभ्यः एव प्रत्ययः विधीयते. तर्हि यत्र क्रियापदस्य निर्माणम् इति अस्माकं विवक्षा अस्ति तस्मिन् सन्दर्भे प्रथमसोपानम् अस्ति इत्संज्ञकवर्णानां लोपः. तदेव अत्र अनुबन्धः इति उच्यते. अनुबन्धः अनुबन्धवर्णानां निष्कासनं. तर्हि निरनुबन्धरूपं किम् इति वयं पश्यामः प्रथमतया. तदर्थं तत्र इत्संज्ञाप्रकरणम् इति प्रकरणमस्ति अष्टाध्याय्यां. प्रथमाध्याये तृतीयपादे अस्ति. द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञा विधायकसूत्राणि, संज्ञासूत्राणि सन्ति. तत्र एकं सूत्रं निषेधकसूत्रमस्ति, न विभक्तौ तु स्माः इति निषेधकसूत्रमस्ति. अन्यानि सर्वाणि सूत्राणि विधायक संज्ञाविधायकसूत्राणि. अपि च एकं सूत्रं तत्र इत्संज्ञकवर्णस्य लोपं कारयति, तस्य लोपः इति सूत्रम्. तर्हि आहत्य अत्र अष्टसूत्राणि इत्संज्ञाप्रकरणं. यदि अत्र एतानि सूत्राणि अवगच्छामः चेत् तर्हि सर्वत्र अष्टाध्यायं यत्र कुत्रापि भवतु इत्संज्ञकवर्णस्य ज्ञानमस्ति. इत्संज्ञकवर्णस्य लोपं कर्तुं शक्नुमः. अभिज्ञानमपि अस्ति कः वर्णः इत्संज्ञकवर्णः अस्ति प्रत्यये, आदेशे, आगमे, तत्सर्वं वयं ज्ञातुं शक्नुमः. एतत्तु वयं पूर्वमपि पठितवन्तः, अतः किमपि नूतनं नास्ति, केवलं पुनस्मरणम् अस्तु. अग्रे गीता भगिनी पठति वा? गीता भगिनी किञ्चित् क्लेशः अस्ति मम. अस्तु, चिन्ता नास्ति, पठितुं शक्नोति वा? पठामि, किन्तु नाय्स् इदानीं नाय्स् नास्ति भगिनि, ध्वनिः नास्ति, पठतु. अस्तु, पठामि. कुतः? यदा वयम् आपणतः द्वितीयपरिच्छेदं सिद्धा नास्ति वा? एकनिमिषम्. धातुविज्ञानम्, एकनिमिषम्. धातुविज्ञानं यदा वयम् आपणतः शाकादिकम् आनयामः तदा यथा आनयामः तथैव तस्य उपयोगं न कुर्मः. कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः, तदैव अन्तस्थं भागं खादामः. शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते. तथैव धातूनां, प्रत्ययानाम्, आगमनानाम्, आदेशानां च विषये अस्ति. प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते? तावत् वदतु पाणिनिना यदि तेषां भगिनी तावत् वदतु. अत्र अस्माकं कथं पठनीयम्, एतत् पाठम् इति उदाहरणेन दत्तम् अत्र. कथं वयम् आपणतः शाकादिकम् आनयित्वा तथैव वयं न खादामः, किञ्चित् परिष्करणं कृत्वा वयम् उपयोजामः. तथैव औपदेशिकधातुं धातौ किञ्चित् परिष्करणं कृत्वा उपयोजनं कर्तुं शक्यते इति वक्तम् अत्र. सत्यं सत्यं, तथा एव अस्ति, अत्र किमपि नास्ति. अस्तु, अग्रे राहुल् महोदय पठतु. भगिनि, निष्कास अर्थात् डिस्कार्ड् इति अर्थः. प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनीया यदि तेषां लोपः भवति एव? अत्र अर्धमात्रा लाघवेन पुत्रोत्सवमन्यते वैयाकरणाः इत्युच्यते, अर्धमात्रायाः अपि व्यर्थाः न भवति. निबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति. अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्, अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः. अधुना तावत् अवगम्यताम् यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः, तथैव धातूनां, प्रत्ययानां च स्थितिः अपि अस्ति. तेषां विकृतिं साधयित्वा उपयुञ्जमहे. अधुना किमर्थम् अनुबन्धाः अपि भवन्ति, अनुबन्धरूपे किमर्थम् अधिकमात्राः एतानि सर्वाणि किमर्थं भवन्ति इति प्रायः दत्तम् अस्ति अत्र, विस्तृततया न दत्तं. यत् अत्र किमपि सूक्तं प्रायः अर्धमात्रा लाघवेन, न सूत्रं नास्ति, तत्र वाक्यमस्ति, प्रसिद्धवाक्यमस्ति, प्रसिद्धवाक्यम्. ओ एवम्, ओ अस्तु अस्तु. यदा वयम् आपणतः किमपि क्रीत्वा आगच्छामः तस्य एवमेव उपयोगं न भवति, तस्य मूलरूपं भवति, अपि च निष्कासनीयमस्ति तदपि भवति, तथैव धातु वा तस्य निरनुबन्धरूपं रूपमपि भवति लोकस्य तस्य उपयोजनं यदि कुर्मः चेत् तर्हि तद् उक्तमस्ति. किन्तु एतत् निबन्धानाम् अर्थाः सन्ति इत्युक्ते किम् इति न अवगत. इत्संज्ञकवर्णाः, इत्संज्ञकवर्णाः, इत्संज्ञकवर्णाः एव अनुबन्धाः अथवा निबन्धाः. निबन्धाः, अस्तु अस्तु, तदेव उक्तमस्ति अत्र. इत्युक्ते तत्र इत्संज्ञकवर्णः अस्ति, तर्हि तस्य लोपः भवति चेत् किमर्थं तेषां प्रयोगः क्रियते इति प्रश्नः खलु. आदौ किमपि शप् इति प्रत्ययः अस्ति, शप् इति प्रत्ययः, नो चेत् डुक्री इति धातुः अस्ति, तत्र इत्संज्ञकवर्णाः सन्ति, तर्हि तत्र किमर्थं तादृशवर्णानां प्रयोगः क्रियते इति प्रश्नः. यदि तेषां लोपः एव भवति, किमर्थं तेषाम् उपयोगः क्रियते? तर्हि तस्य, यतोहि तत्र व्याकरणशास्त्रे तु लाघवमेव लक्ष्यमस्ति. सर्वत्र अष्टाध्यायं पश्यामः चेत् सर्वं सूत्रं लघु भवेत्, स्पष्टं भवेत्, सम्पूर्णं भवेत्, परन्तु अन्ततो गत्वा तत्र एकमात्र लाघवम् अस्ति चेदपि तत्र पुत्रोत्सवं मन्यन्ते, इत्युक्ते तदेव तत्र लक्ष्यं. लाघवं तत्र सूत्रं लघु स्यात् इति अस्ति चेत् तर्हि तत्र किमर्थम् इत्संज्ञकवर्णानां योजनं? यदि कर्तरि शप् इति सूत्रमस्ति, तर्हि शप् इति उक्तं, तत्र शकारपकारयोः योजनमस्ति. किमर्थमस्ति? यदि अ इति एव वक्तुं शक्यते खलु, तत्र निरनुबन्धरूपं तु अ इति अकारः एव निरनुबन्धरूपं, तर्हि किमर्थं शप् इति उक्तम् इति प्रश्नः भवति एव. तदर्थं तस्य उत्तरं किम् इति चेत्, इत्संज्ञकवर्णानां प्रयोजनम् अस्ति, सर्वत्र इत्संज्ञकवर्णानां प्रयोजनं. तत्तु वयं पूर्वमपि दृष्टवन्तः. शप् इति प्रत्यये इत्संज्ञकवर्णानां प्रयोजनं किं, कोऽपि वदतु? षित् पित्, हा बहु समीचीनं. षित् पित् इत्यनेन किं? तिंषित् सार्वधातुकम् इति संज्ञा ज्ञायते. बहु समीचीनं. पित् इति चेत् पित्तस्य अपकारलोपः भवति, अनन्तरं गुणः सिद्ध्यते, अङ्गस्य इकः गुणः सिद्ध्यते इति. सत्यं सत्यं, बहु समीचीनं. तर्हि तत्र वयं दृष्टवन्तः, तत्र शकारपकारयोः प्रयोजनं किम् इति वयं दृष्टवन्तः, ज्ञातवन्तः. तर्हि तेन किम् अवगम्यते इति चेत्, यत्र कुत्रापि इत्संज्ञकवर्णः अस्ति चेत् तस्य प्रयोजनं भवति. यथा शप् इति प्रत्यये प्रयोजनम् अस्ति, तथैव सर्वत्र प्रयोजनम् अस्ति. यदि प्रयोजनं नास्ति, तर्हि इत्संज्ञकवर्णः एव न भवति, न योजितः भवति. सूत्रेषु कुत्रापि इत्संज्ञकवर्णः यदि प्रयोजनं नास्ति चेत्, सत्यं, विशेषकार्यम् अस्ति, तदेव अत्र उक्तमस्ति. अस्तु महोदय, इदानीं निबन्धः अनुबन्धः इत्संज्ञ सर्वं समानम् एव वा? निरनुबन्धः इत्युक्ते इत्संज्ञकवर्णानां लोपः. निरनुबन्धः, अनुबन्धः इत्युक्ते इत्संज्ञकः वर्णः. निरनुबन्धः धातुः इति वदामः चेत् इत्संज्ञकवर्णानां लोपानन्तरं यः धातुः अवशिष्यते सः निरनुबन्धः. अनुबन्धः च तत् इत्संज्ञा एव, इत् हा, यस्य इत्संज्ञा सः अनुबन्धः. अस्तु अस्तु अस्तु, अग्रे रमाबाई भगिनी पठतु. अत्र पुत्रोत्सवम् अन्यते इत्युक्ते दिमिक् मिस्यूस् आफ् द लाघव इस् इट् प्रिमिटिव्. पुत्रोत्सवम् अन्यते इत्युक्ते अत्र अर्थः दे मेक् द बेस्ट् यूस् आफ् द ब्रेविटि इस् इट् वा? तत्र लाघवस्य प्राधान्यं वर्तते, तदेव तत्र सूत्रं लघु स्यात्. यतोहि अत्र चतुस्सहस्रसूत्राणि सन्ति, यदि अत्र लाघवम् इति विषयः नास्ति चेत् तत्र इतोपि सूत्राणि भवितुम् अर्हन्ति खलु. अतः तत्र लाघवमेव अत्र मूललक्ष्यमस्ति अष्टाध्यायम्. अतः एकमात्रा लाघवम् अस्ति चेदपि तत्र पुत्रोत्सवम् इत्युक्ते तादृशप्राधान्यं, यथा कस्यचित् गृहे पुत्रः उत्पद्यते, यथा आनन्दः सर्वं भवति, तथा अत्र सो मच् आफ् इम्पार्टेन्स् इस् गिवन् सत्यम् ओके थेङ्क् यु रमाबाय् भगिनि अस्तु भगिनि एवमपि इदेयं लोके कतिचन पदार्थाः तादृशाः सन्ति यथा आनयामः तथैव प्रयोगं कुर्मः धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति येषु अनुबन्धाः न भवन्ति यदा भूधातुः भूसत्तायां तत्र कोऽपि अनुबन्धः नास्ति प्रत्ययेषु यथा आप्रत्ययः तत्र अनुबन्धः नास्ति आपणतः केचन शाकाः आनयामः चेत् कथमस्ति तदेव वयं प्रयोजनं कुर्मः किमपि न निष्कासनं भवति उदाहरणं भिण्डिनकं किमपि निष्कासनं नास्ति तदेव धातवः वा प्रत्ययः वा तत्रापि अनुबन्धाः केचन धातोः केचन प्रत्ययेषु अनुबन्धः न भवति अत्रैव उदाहरणं दत्तम् अस्ति भूधातुः तत्र किमपि निष्कासनं नास्ति भूधातुः तदैव वयं प्रयोजनं कर्तुं शक्यते तदेव प्रत्ययः अप्रत्ययः अस्ति अप्रत्ययः अपि तत्र कोऽपि अनुबन्धः नास्ति तदैव वयं प्रयोजनं कुर्मः किमपि समीचीनं हा इत्युक्ते सर्वत्र सर्वत्र इत्संज्ञकवर्णः अस्ति इति नास्ति कुत्रचित् इत्संज्ञकवर्णः नापि भवति यथा अत्र भूधातुः अपि च तत्र कृत् प्रत्ययेषु अ इति प्रत्ययः अस्ति तत्र अनुबन्धः नास्ति एवमेव वयं प्रयोक्तुं शक्नुमः अस्तु तर्हि अग्रे शोभा भगिनी पठतु नाम भगिनि तर्हि अत्र मूलधातुः कः अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम् परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किं च अवशिष्यते इति विज्ञानम् अस्माकं भवेत् तदा एव प्रक्रिया अग्रे अनुवर्तते वृत्तान्ते डुपचञ्च् पाके इति मूलस्वरूपं पचति इति क्रियापदं तत्र सामान्यतया धातुः पच् इति वदामः परन्तु मूलतया डुपचञ्च् इति स्वरूपं वर्तते तत्र केचन अनुबन्धाः सन्ति आरम्भे डु अन्ते शकारः अपि च चकारोत्तरवर्ती अहङ्कारः चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ती वर्ती इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति परं लोपः भवति पच् इत्येव अवशिष्यते ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयः तथा तव्यत् यथा तव्यत् तत्र तकारस्य इत्संज्ञा लोपः च तव्य इति अवशिष्यते तर्हि पच् योगः तव्य इति स्थितिः एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति येन पक्तव्यम् इति रूपं निष्पद्येत तत्र यथा वयं सूत्राणि उपयुज्य धातूनाम् अपि च प्रत्ययानां स्वीकृत्य कार्यं कृतवन्तः तत्र उक्तम् अस्ति प्रथमतया मूलधातुं स्वीकृत्य तत्र अनुबन्धाः के सन्ति अपि च निष्कासनं कुत्र भवति इति द्रष्टव्यं किम् अवशिष्यते इति किमपि अवशिष्यते तेन सह प्रत्ययान् किं वदामि तत्र प्रत्ययात् तदनन्तरम् आगच्छति प्रत्ययेषु अपि अनुबन्धाः के अपि च किम् अवशिष्यते इति द्रष्टव्यं तदनन्तरम् एव प्रक्रिया अनुवर्तते तत्र एकम् उदाहरणं दत्तमस्ति डुपचंश् इति औपदेशिकधातुः अस्ति तत्र तत्र डु अपि च शा इति हलन्त्यम् इत्यनेन डु अपि आदिर्निटुडु एकनिमिषम् आदिर्निटुडुवः इति सूत्रेण तत्र अपगच्छति तत्र पच् इति एव अङ्कारस्य अंश् इति अस्ति वा भगिनी तत्र अत्र शकारस्य इत्संज्ञा भवति वा शकारस्य एकनिमिषं शकारस्य हलन्त्यम् इत्यनेन भवति सत्यम् अपि च डु इत्यस्य अत्र डु इत्यस्य आदिर् निटुडु निटुडुवः इत्यनेन अत्र चुटु इत्यस्य प्रसक्तिः अस्ति वा चुटु चवर्गीय टवर्गीय अपि च णि इति नास्ति नास्ति खलु ओ तत्र खलु प्रत्ययेषु एव चुटु इत्यस्य कार्यम् अत्र डुपचष् इति धातुः अस्ति खलु धातुः चुटु इत्यस्य प्रसक्तिः एव नास्ति अस्तु अस्तु प्रत्यये एव अतः तत्र पच् इति धातु एव चकार उत्तरवर्ति अकारः अनुनासिक अकारः तदेव मम प्रश्नः अनुनासिक अकारः तत्र शकारः अन्ते अस्ति इति हलन्त्यम् इत्यनेन आदौ अस्ति इति कृत्वा डु इत्यस्य लोपः वयम् अहं चिन्तितवती एकवारम् एवं हलन्त्यम् इत्यस्य प्रयोगं भवति इति किन्तु अत्र तदनन्तरमपि अनुनासिकचिह्न अस्तु इदानीमेव अवगच्छामि भगिनि तत्र उपदेशे जनुनासिक इति शकारस्य लोपानन्तरं भवति वा हा उपदेशे जनुनासिक इति सूत्रं यत्र कुत्रापि भवतु स्वरः अत्र अन्ते भवतु मध्ये भवतु यत्र कुत्रापि भवतु स्वरः स्वरस्य कृते एकमेव सूत्रमस्ति अनुनासिकस्वरः अस्ति चेत् तस्य लोप तस्य इत्संज्ञा भवति उपदेशे जननासिक इत् इत्यनेन अस्तु अस्तु अस्तु अवगतम् अतः तत्रापि तस्य अपि लोपः अधुना पच् इति एव अवशिष्यते अधुना अस्माकं कृते पच् इति अवशिष्य रूपम् अस्ति धातोः तदनन्तरम् एव वयं प्रत्ययं पश्यामः तत्रापि किम् केन इत्संज्ञा भवति अपि निष्कासनं कः कुत्र भवति इति तत्र आरम्भे डु अन्ते चकारः अपि ओ अत्र एव अस्ति चकारोत्तरवर्ति अङ्कारः चकारात् तत्र चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति इति पदम् उपयोजनं कृतं वर्ति इत्यस्य प्रातिपदिकं वर्तिन् इति तत्तु वृत्तधातोः त्रयाणामपि अनुबन्धानाम् इत्संज्ञा भवति परं लोपः भवति पच् इत्येव अवशिष्यते चकार उत्तरवर्ति इत्यस्य तत्र प्रथमविभक्तौ रूपाणि वदतु चकारस्य उत्तरस्य न न अत्र चकारोत्तरवर्तिन् इति प्रातिपदिकं तत्र प्रथमविभक्तौ रूपाणि किं भवति चकारोत्तरवर्तिन् इति प्रातिपदिकम् अस्ति चेत् चकारोत्तरवर्तः वर्ति अस्तु गुणिन् पदसमान वर्ति गुणिन् गुणिन् गुणि अस्तु अस्तु चकारोत्तरवर्तिन् गुणि अत्र रूपाणि किं गुणि इत्यस्य प्रातिपदिकं गुणिन् प्रातिपदिकं गुणि गुणि एवमेव अत्र एवमेव चकारोत्तरवर्ति चकारोत्तरवर्त्यौ चकारोत्तरवर्त्यः न वर्तिनौ वर्तिनौ गुणि गुणिनौ गुणिनः चकारोत्तरवर्ति चकारोत्तरवर्तिनौ चकारोत्तरवर्तिनः सम्यक् सम्यक् अग्रे वदतु ततः परम् अस्माभिः प्रत्ययः कः अनन्तरं प्रत्ययः कः इति द्रष्टव्यम् अत्र उदाहरणेन तव्यत् इति प्रत्ययं दत्तमस्ति तत्र तकारस्य इत्सन्या लोपः हलन्त्यम् इत्यनेन तकारस्य इत्सन्या अपि च तस्य लोपः इत्यनेन लोपः तव्य इति एव तिष्ठति अधुना पच् इति अवशिष्यरूपं नीत्वा तव्य इति अवशिष्यरूपं नीत्वा वयं कार्यं कुर्मः एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भः भवति अतः तत्र प्रथमं धातोः मूलरूपम् अपि च अनुबन्धानां निष्कासनं तदनन्तरं प्रत्ययस्य मूलरूपम् अनुबन्धानां निष्कासनं तदनन्तरम् एव कार्यं कर्तुं शक्नुमः समीचीनं भगिनि बहु समीचीनं तथैव अस्ति इत्युक्ते अत्र अत्र अत्र किम् अस्माकं लक्ष्यं किम् इति चेत् अत्र तु कृदन्तपदस्य निर्माणमेव अस्माकं लक्ष्यम् इति चिन्तयामः चेत् प्रथमं धातुः आनीयते धातौ इत्सञ्ज्ञकवर्णानां लोपः भवति तदनन्तरं प्रत्ययः अस्ति प्रत्यये अपि पुनः इत्सञ्ज्ञकवर्णानां लोपः अस्ति अधुना पच्योगः तव्य अत्र प्रक्रियार्थं सिद्धमस्ति अत्र पच् इति धातुः अपि सिद्धः प्रत्ययः अपि सिद्धः तर्हि अत्र कार्यं भवितुमर्हति अधुना अङ्गकार्यं नो चेत् सन्धिकार्यं यत्किमपि भवितुमर्हति अस्तु अस्तु अग्रे अत्र वासुदेवन् महोदय पठति वा वासुदेवन् महोदय अस्ति किम् अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञाविधानं निबन्धलोपः च तदर्थम् इत्संज्ञाप्रकरणम् अस्ति तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यमस्ति विशेष तदा सर्वाणि सूत्राणि अवलोकयाम उपदेशे अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञाविधानं निबन्धः लोपः च इत्संज्ञाविधानं शब्दस्य किं किम् अङ्गानि निष्कासितं भवति तस्य कस्य लोपः भवति इति चिन्तनीयम् इत् शब्दस्य कस्य अंशाः लोपः भवति इति चिन्तनीयम् इत् संज्ञा इत्युक्ते किं महोदय इत्संज्ञा इत्युक्ते धातोः प्रत्ययः एकः ये अनुबन्धः योजयते तदेव इत् स्पष्टं किल हा सत्यं सत्यम् अत्र इत् इति संज्ञा अस्ति तावदेव नामकरणम् अस्ति कस्यचित् वर्णस्य संज्ञा अस्ति हा अग्रे पठतु अग्रे उपदेशे अजनुनासिक इत् सूत्रं नम्बर् 1 त्रीणि द्वौ इत्युक्ते कथं वक्तव्यम् इति चेत् प्रथमाध्याये तृतीयपादे द्वितीयसूत्रः द्वितीयसूत्रम् इति प्रथम इत्संज्ञाविधायकं सूत्रं प्रथमम् इत्संज्ञाविधायकसूत्रेषु प्रथम एव अयं सूत्रम् उपदेश अवस्थायां यः अच् अन्नासिक अस्ति तस्य इत्संज्ञां करोति इदं सूत्रम् उपदेशः नाम धातुः प्रत्ययः आदेशः आगमो वा अनुनासिकः अच् नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति बृहद्धातुकुसुमागारे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते प्राचीनकाले इदं विज्ञानं ज्ञायते स्म अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः तद्विज्ञानस्य अभावे बृहद्धातुकुसुमागारे अपि अन्नासिकचिह्नानि न दत्तानि किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अन्नासिकचिह्नं स्यात् नाम यत्र मूलधातुः कश्चन स्वरः आसीत् यत् लौकिकधातुः नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत् अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य लोपः जातः अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्य उपायः नास्ति ऊहया एव बोध्यम् यदा गमल् धातु अत्र ल इति अश्वर्णः अनुनासिकः अस्ति अतः उपदेशे अजनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन लोपः गम इति अवशिष्यते ल अन्नास्तिकः अस्ति इति कथं ज्ञातं फलं दृष्ट्वा प्रक्रियायां लोके च गम इत्येव दृश्यते अतः ल इत्यस्य लोपः जातः चेत् उपदेशे अजनुनासिके इत्येव सूत्रेण अर्हति स्म अतः ल अनुनासिकः स्यात् इति अनुमानम् अस्माकम् वदतु इतोपि पठनीयं वा न न अत्र किम् अस्ति इति वदतु उपदेशे अजनुनासिक इत्संज्ञाप्रकरणस्य प्रथमं सूत्रम् एव उपदेशे अजनुनासिक अजनुनासिक इत् पूर्वकाले स्वरसहितम् एव पठितवन्तः आसन् इदानीं तु अनुनासिक कुत्र भवति इति न इति अस्माभिः न ज्ञातम् उदाहरण लौकिकदृष्ट्या एकः धातुः भवति तत् ततः वयं ज्ञातुं शक्यते तत्र अनुनासिकस्वरः आसीत् वा न उदाहरणार्थं गमल् धातु पश्यतु तत्र अजनुनासिकलोपस्य अनन्तरं किम् अवशिष्यते इति गम् इति अवशिष्यते अतः अस्माभिः ऊहया एव ज्ञातव्यं तत्र ल इति अनुनासिक अच् अस्ति इति ऊहया एव अस्माभिः ज्ञातव्यम् एवं गम् धातु गम धातु गम धातु लब्ध समीचीनं महोदय, समीचीनमस्ति, सम्यक् तथैव अस्ति अत्र. धन्यवादः. अहं प्रकटितुं न चिन्ता नास्ति, समीचीनतया सम्यक्तया उक्तं, चिन्ता नास्ति, सम्यक्तया उक्तं. भवान् नूतनः अस्ति खलु, अतः अवगच्छामि, चिन्ता नास्ति. अत्र विजयलक्ष्मी भगिनी पुनः वाक्यशः पठ्य वदति वा, अर्थः कः इति पुनः पठनीयं वा भगिनि? न, पुनः पठनीयम् इति नास्ति, तत्र किम् अस्ति इति पुनः वदतु. महोदयेन उक्तमेव, पुनः तत्र इतोपि विस्तृतरूपेण वदतु. इत्संज्ञाप्रकरणं प्रकरणस्य प्रथमसूत्रं भवति उपदेशे जनुनासिक इति. अस्मिन् अत्र लौकिकदृष्ट्या यदि धातुं पश्यामः तत्र अनुनासिक अच् वर्णः न दृश्यते, परन्तु वदतु उपदेशे जननासिक इत्यनेन किं भवति इति एकवारं स्मारयतु. उपदेश इत्युक्ते यत् अस्माकं ऋषयः मुनयः पाणिनिना यद् प्रथमं यद् रूपं धातुभ्यः उक्तवान् आसीत् तदेव उपदेशः इति उच्यते. उपदेशे अच् अनुनासिकः यत्र भवति तत्र तस्य इत् संज्ञा प्राप्यते इति अस्मिन् सूत्रे लिखितमस्ति. परन्तु इदानीन्तनकाले वयम् अनुनासिकचिह्नं तु द्रष्टुं न शक्नुमः, परन्तु धातोः फल स्वरितरूपं यत् पुस्तके मुद्रितः सन्ति तद् दृष्ट्वा ज्ञातुं शक्नुमः यत् यत् कुतः कुतः न किमर्थं कुतः इति कीदृशरूपं दृष्ट्वा ज्ञातुं शक्यते. इदानीं उदाहरणरूपेण वदामि, अत्र गम् ऋ इति धातु पुस्तके मुद्रितः सन्ति, परन्तु तस्य लौकिकरूपं भवति गम् इति. तद् दृष्ट्वा ज्ञातुं शक्नुमः यत् ऋ इति अच् वर्णस्य उपरि चन्द्रबिन्दु अनुनासिकचिह्नम् आसीत् इति. तत्कारणमेव तस्य इत्संज्ञा भूत्वा तस्य लोपः अभवत् इति. परन्तु प्राचीनकाले प्रायः ते गुरो शिष्य परम्परा आसीत्, तत्र श्रुत्र श्रुत्वा पठन्तः सन्ति, परन्तु पठन्तः आसन् आसम् आसीत् आसम् आसन् पठन्तः आसन्, परन्तु इदानीन्तनकाले मुद्रितरूपेण अनुनासिकचिह्नं वयं द्रष्टुं न शक्नुमः, परन्तु फलं दृष्ट्वा ज्ञातुं शक्नुमः यत् तत्र अनुनासिकचिह्नम् आसीत् इति. तदेव अनुमानं कर्तुं शक्नुमः. सत्यं सत्यं, तदेव तथा एव अस्ति. अस्तु, अत्र कोऽपि प्रश्नः वा? इत्युक्ते अत्र उपदेशे जननासिक इति सूत्रं तु अस्ति, तेन सूत्रेण यः स्वरः अनुनासिकः अस्ति तस्य इत्संज्ञा भवति इति जानीमः, परन्तु अस्माकं पुरतः यः औपदेशिकधातुः अस्ति तत्र तु अनुनासिकचिह्नमेव नास्ति, तर्हि कथं ज्ञातुं शक्नुमः सः स्वरः अनुनासिकः अस्ति, स्वस्य इत्संज्ञा भवति इति कथं ज्ञातुं शक्नुमः इति चेत् न ज्ञातुं शक्नुमः. तत्र केवलम् ऊहाम् अनुमानमेव कर्तुं शक्नुमः. कथम् अनुमीयते इति चेत् लौकिकधातुं पश्यामः, तस्य तुलनां कुर्मः औपदेशिकधातुना सह, तर्हि तयोः भेदः कः इति पश्यामः. यथा अत्र गम् लृ इति धातुः, अपि च गम् इति लौकिकधातुः, तयोः भेदः इति चेत् तत्र लृ इति वर्णः न तिष्ठति, तर्हि लृ इति स्वरः अस्ति, अधुना नास्ति, लौकिकधातौ नास्ति, तर्हि तस्य अनुनासिकचिह्नं स्यात्, तदर्थमेव तस्य लोपः जातः, तस्य रूपं न दृश्यते लौकिकधातौ, तस्य उपस्थितिः नास्ति, अतः तत्र ऊहां कर्तुं शक्नुमः अस्तु अत्र लृ इत्यस्य इत्संज्ञा भवति उपदेशे जननासिक इति सूत्रेण, अनन्तरं तस्य लोपः भवति इति सर्वत्र यत्र यत्र स्वरः अस्ति तत्र सर्वत्र ऊहां कर्तुं शक्नुमः सः स्वरः अनुनासिकः इति. भगिनि एकः प्रश्नः, भगिनि पाणिनेः मूल धातु पाठः रूपद्वयं दत्तं भगिनि, अलौकिक अपि च लौकिक. अत्र मातुः पाठे पश्यति खलु, तत्र मातुः धातुपटे पश्यति चेत् तत्र मूलरूपं दीयते, तदनन्तरं तत्र लौकिकरूपमपि दीयते खलु, धातुः इति दीयते, तदनन्तरं निरनुबन्धधातुः इति दीयते खलु. अस्तु अस्तु, मातुः तु दीयते, किन्तु पाणिनेः अपि मूल हा सर्वत्र तथा एव खलु, तत्र पाणिनिधातुपाठे इत्युक्ते तस्मिन् काले तत्र साक्षात् मुद्रितः नास्ति खलु, तस्मिन् काले तत्र गुरुः पाठयति, अपि च शिष्यः शृणोति श्रुत्वा तत्र कण्ठस्थीकरोति, तत्र तादृशपुस्तकं नास्ति. अद्यत्वे तत्र यत्र यत्र पुस्तकमस्ति धातुपाठः इति पुस्तकमस्ति सर्वत्र तत्र मूलधातुः अपि दीयते, निरनुबन्धरूपमपि दीयते. महोदय भगिनि एकः संशयः, अत्र गम् रु सेड् एकक्षणं भगिनि, एकक्षणम् एकक्षणम् अत्र लक्ष्मीभगिनी वदन्ती अस्ति, वदतु. क्षम्यताम्, उपदेशे इत्युक्ते औपदेशिकधातौ इति अर्थः वा तत्र? उपदेशे इत्युक्ते उपदेशे यत्किमपि भवतु, यत् उपदेश अवस्थायाम् अस्ति, धातुः इति अर्थः नास्ति, धातुः अपि भवितुम् अर्हति, प्रत्ययः अपि भवितुम् अर्हति, आदेशः आगमः यत्किमपि भवितुम् अर्हति. यत्र सूत्रेषु स्पष्टतया प्रत्ययः इति उक्तं तत्र तु प्रत्ययस्य विषये इति जानीमः, परन्तु अत्र उपदेशे जननासिक इत् अत्र तु धातुः इति किमपि न उक्तं खलु सूत्रे, अतः तस्य प्रसक्तिः सर्वत्र भवति वा भवेत् भवितुं शक्यते. अत्र अचि अनुनासिक तत्र विभक्ति अचि सप्तमी वा? अग्रे पश्यामः भगिनि, तत्र विभक्ति सर्वम् अग्रे पश्यामः, अग्रे सूत्रस्य विवरणमस्ति खलु तत्र पश्यामः. वन् मोर् अनुनासिक तत्र अक्षरे अनुनासिक गणननम इति आगच्छति खलु, तस्य प्रसक्तिः नास्ति खलु अत्र? न, अत्र तु उपदेशे अच् इति उक्तं खलु, अच् अनुनासिकः, अनुनासिकत्वं खलु, अनुनासिकवर्णाः इति अनुनासिकः इति विशेषणमस्ति अच् इत्यस्य, अतः अत्र अनुनासिकः इत्यनेन तेषां ग्रहणं नास्ति, यतोहि अच् इत्यस्य विशेषणमस्ति, अतः अच् इत्यस्मिन् विषये वयं चिन्तयामः, न तु नियमगणनं, यद्यपि तेषामपि अनुनासिकचिह्नम् अस्ति तथापि तत्र ते अपि अनुनासिकवर्णाः, अनुनासिकचिह्नं नास्ति, अनुनासिकवर्णाः, तथापि तत्र तेषां ग्रहणम् अत्र नास्ति. नासिकासहितं मुखनासिकासहितम् उच्चारितं स्वरः एव अनुनासिकः. हा सत्यम्, अतः तत्र अनुनासिकः इत्यनेन नमगणनम् इति तेषामपि ग्रहणम् अस्ति, परन्तु सूत्रे तु अच् इति उक्तं खलु, अतः अच् इत्यस्य विशेषणमस्ति अनुनासिकः. अस्तु, उमा भगिनी वदतु. अत्र गम् रु इति औपदेशधातुः, अत्र रु आगच्छति इति कथं जानीमः? धातुः धातुपाठे गम् रु इति दत्तमस्ति, कुत्र एकक्षणं, गम् लृ इति औपदेशिकधातुः सर्वत्र अस्ति. सर्वेषां धातूनाम् औपदेशिकधातुः कः इति जानीमः, यतोहि धातुपटे दत्तः. परन्तु तस्मात् तत्र लौकिकधातुः अपि वयं जानीमः. लौकिकधातुः यतोहि लौकिकधातुतः एव रूपं निर्मीयते, अतः लौकिकधातुः अपि किम् इति जानीमः. औपदेशिकधातुः जानीमः, धातुं जानीमः, लौकिकधातुमपि जानीमः. तर्हि तयोः भेदः कः इति पश्यामः चेत् तदा अवगन्तुं शक्नुमः अत्र अच्वर्णः अनुनासिकः अस्ति न वा इति. प्रश्नः कः? धन्यवादः. अस्तु अस्तु अस्तु अस्तु. अग्रे अरुणा भगिनी पठतु. आं भगिनि, एतदपि ध्येयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत्संज्ञा क्रियेत. यथा दुपश्चश् इत्यस्मिन् दकार उत्तरवर्ति, यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति. तत्र डु इति एव एकं यूनिट् अस्ति, अतः अपरेण सूत्रेण इत्संज्ञा साध्येत. अत्र उदाहरणं दद् अस्ति दुपचस् इति. अत्र यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा. अहं नावगतामि भगिनि. चिन्ता नास्ति भगिनि. अत्र पश्यतु दुपचश् इति अस्ति खलु, तत्र डकार उत्तरवर्ति उकारः अस्ति, सः उकारः न तिष्ठति यतोहि लौकिकधातुः पच् इति अस्ति, तत्र उकारः नास्ति. डु इति सम्पूर्णतया नास्ति. तर्हि वयं चिन्तयामः अत्र उकारः प्रायः अनुनासिकः स्यात् वा, तदर्थमेव तस्य लोपः वा इति चेत्, अत्र वस्तुतः उकारः अनुनासिकः नास्ति, तथापि तस्य लोपः अभवत्. किमर्थम् इति चेत् तत्र डु इति सम्पूर्णस्य एकं यूनिट् इति कृत्वा एव आदिरीटुडवः इति सूत्रेण डु इत्यस्य लोपः भवति, अतः तत्र उकारस्य पृथक्तया चिन्तनं नास्ति. अनुनासिकचिह्नम् अस्ति वा न वा इति तादृशचिन्तनं किमपि नास्ति. तत्र डु इति सम्पूर्णतया एकं यूनिट् इति स्वीकृत्य तस्य इत्संज्ञा भवति इति तावदेव. अवगतं वा? इति धातु मूल उपदेशधातु. अत्र उकार अपि अपगच्छति, परन्तु अत्र उपदेश नास्ति, परन्तु डु इति एकमेव स्वीकृत्य सुपचसौ आदिच्युडौ इति सूत्रेण डु सर्वत्र अपगच्छति, उकारापि अपि गच्छति. सत्यं सत्यं. डु इति सम्पूर्णतया एकं यूनिट् कृत्वा तस्य इत्संज्ञा भवति तावदेव. भगिनि, डु इति एकम् अङ्गं वा? किम्? डु इति एकम् अङ्गं वा? अङ्गम् इत्युक्ते धातोः भागः अस्ति, परन्तु अङ्गसंज्ञा किम् अस्ति अत्र? प्रश्नद्वयं. द्वितीयं, मद अभिप्रायः चुटुः इति कारणात् डकारः आदौ अस्ति इत्संज्ञा, उकारम् उच्चनार्थम् इति अहं मन्ये. साधु वा न साधु वा? न न, चुटुः इति सूत्रस्य प्रसक्तिः कुत्र भवति? इदानीमेव उक्तं खलु, चुटुः इति प्रत्यय इति सूत्रस्य प्रसक्तिः केवलं प्रत्ययेषु एव. तस्य कार्यं धातौ न भवति, अतः चुटु इत्यस्य कार्यं नास्ति अत्र. भगिनि, डुपचश् इति धातोः डु इत्संज्ञा भवति, श हलन्त्यं भवति, प च चकार योगः अ अस्ति किल, आ तत्र तदपि अपगच्छति. तदेव उक्तं खलु पूर्वस्मिन् परिचये, उक्तं खलु. सो पच् प्लस् अ अत्र अनुनासिका वा? हा अनुनासिका अस्ति इति कृत्वा एव तत्र उपरस्मिन् परिच्छेदे तत्र दत्तं खलु अकारः अनुनासिकः इति कृत्वा तस्य लोपः इति. अस्तु अस्तु वसन्ती भगिनी अग्रे पठतु. अस्तु तर्हि प्रथमं कार्यम् इत्संज्ञा इति तदर्थं षट् सूत्राणि सन्ति. तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु. प्रथमकार्यं युत्संज्ञा इति युत्संज्ञाप्रकरणेन षट् सूत्राणि सन्ति. तेषु सूत्राणि धातुषु अपि अनन्तरं त्रीणि सूत्राणि प्रत्ययेषु एव प्रयुज्यन्ते. लैक् शः प्रत्ययस्य चुटु लशक्वतदिते त्रीणि सूत्राणि प्रत्ययेषु एव प्रयुज्यन्ते. धातु एव आदिर् निटूडवः न विभक्तौ तु स्वाहा. इत्युक्ते अत्र त्रीणि सूत्राणि तत्र किमपि न उक्तं, त्रिषु सूत्रेषु किमपि न उक्तम्. उपदेशे जननासिक इत् हलन्त्यम् आदिर् निटुडवः इति त्रिषु सूत्रेषु किमपि न उक्तं. प्रत्यये प्रत्ययेषु आगमेषु आदेशेषु यत्र कुत्रापि तस्य कार्यं भवति भवितुम् अर्हति, यतोहि तत्र सूत्रे किमपि न उक्तं. परन्तु अत्र आदिर् निटुडवः इति सूत्रे तस्य प्रसक्तिः यद्यपि आगमेषु आदेशेषु सर्वत्र भवति, तथापि तस्य प्राप्तिः केवलं धातौ एव भवति. यतोहि तादृशप्रत्ययः नास्ति यत्र नी टु डु एते वर्णाः सन्ति. अतः तत्र तु प्रत्ययेषु अगमेषु आदेशेषु आदिर्नीटुडवः इत्यस्य कार्यं नास्ति, केवलं धातुः धातौ एव तस्य कार्यम्. अपि च निषेधकसूत्रं न विभक्तौ तुस्माः इति सूत्रं, तस्य कार्यं केवलं प्रत्ययेषु एव. यद्यपि सूत्रे किमपि न उक्तं, तथापि तत्र विभक्तिसंज्ञा तु प्रत्ययानामेव भवति खलु, न तु धातूनाम्. अतः न विभक्तौ तु स्माः इत्यस्य कार्यं केवलं प्रत्ययेषु एव. अन्तिमत्रीणि सूत्राणि शः प्रत्ययस्य चुटु अपि च लशक्व तद्धिते तेषां कार्यं केवलं प्रत्ययानां कृते. यतोहि शः प्रत्ययस्य इत्यस्ति खलु, प्रत्ययस्य इति प्रत्ययस्य इत्यस्य अनुवृत्तिः सर्वत्र भवति चुटु इत्यस्मिन् सूत्रे अपि लशक्व तद्धिते इत्यस्मिन् सूत्रे अपि. अतः एतानि त्रीणि सूत्राणि केवलं प्रत्ययानामेव. स्पष्टं वा? अस्तु समीचीनम्. अग्रे लक्ष्मी भगिनी पठतु. भगिनी संशयः न विभक्त तदर्थे तुष्माः धातौ अस्ति चेत् इत्संज्ञा भवति किल? न धातौ अस्ति चेत् धातुः अस्ति चेत् इत्संज्ञा भवति, तत्र निषेधः नास्ति. धातोः कृते निषेधः नास्ति, प्रत्ययस्य कृते एव निषेधः. अस्तु लक्ष्मी भगिनी पठतु. पठिष्यामि भगिनि. इत्संज्ञा प्रकरणं चत्वारि सूत्राणि उपदेश अवस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु च. प्रथमतया उपदेशे अच अनुनासिक इत्. उपदेशे धातौ प्रत्यये आदेशे आगमे अच् वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत् चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु प्रयुक्तं भवति इति धातुषु प्रत्ययेषु आदेशेषु आगमेषु च एतानि सर्वाणि सूत्राणि प्रयुज्यन्ते उपदेशे अजान्नासिक इति प्रथमसूत्रम् उपदेशे तदर्थं धातौ वा प्रत्यये वा आदेशे वा आगमे वा अच् वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति इति तस्य अर्थः तत्र अनुनासिक इत्यस्य अर्थः अङ्कार तत् चिह्नम् इति मन्ये अच्वर्णे स्वराक्षरे तस्य चिह्नं बिन्दुचन्द्रकला इति वक्तुं शक्यते वा बृहत् धातु कुसुम अकार तत्र उच्चारणस्य विषय चन्द्रबिन्दुः अस्ति तेन वयम् अवगच्छामः परन्तु तत्र उच्चारणस्य विषयः अपि अस्ति यथा महोदयेन वासुदेवमहोदयेन सम्यक्तया उक्तं तत्र मुखनासिकया उच्चारणं भवति अनुनासिकवर्णस्य अत्र अत्र प्रत्येकं पदं पश्यति चेत् उपदेशे इति पदं सप्तम्यन्तं सप्तमीविभक्तिः इत्यस्य अर्थः कः सप्तमी इति प्रदेश्य अधिकरण न सप्तमीविभक्तिः पाणिनीयसूत्रेषु सप्तमीविभक्तिः इत्युक्ते किं तस्य अर्थः कः कोऽपि स्मारयतु अत्र लता भगिनी वदतु परनिमित्तं पूर्वकार्यम् एक्साम्पल् इको एणचि तत् एक्साम्पल् यद्यपि लौकिक वर्ड् यदि प्लस् अपि यदि तत् सर्वं मास्तु भगिनि अत्र पूर्वकार्यम् इति पूर्वकार्यम् इति परनिमित्तं पूर्वकार्यम् इति समीचीनमस्ति समीचीनमस्ति अत्र सप्तमी इत्युक्ते किं भगिनि लौकिकरूपम् अत्र पूर्वकार्यम् इति अस्ति वा उपदेशे इति सप्तम्यन्तम् अस्ति अत्र पूर्वकार्यम् अस्ति वा अधिकरणे इति नास्ति खलु इत्युक्ते अत्र विषयसप्तमी उपदेश अवस्थायाम् अवस्थायां यः अच् अनुनासिकः अस्ति तस्य संज्ञा तर्हि अत्र कीदृशसूत्रम् अस्ति अनेकपदं सूत्रम् न अत्र सूत्रस्य संज्ञासूत्रं सत्यं संज्ञा क्रियते अनेन सूत्रेण अतः संज्ञासूत्रम् अस्ति अस्तु समीचीनम् अग्रे उमा भगिनी पठतु हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत्संज्ञा भवति हल् प्रथमान्तम् अन्त्यं प्रथमान्तं विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् यत् कुत्र कुत्र धातोर्मध्ये कुत्र कुत्र इत्संज्ञा भवति इति प्रथमे चिन्तितव्यम् उपदेशे अजनुनासिक इत् चिन्तयित्वा द्वितीयतया हलन्त्यम् इति सूत्रं चिन्तितव्यम् उपदेशस्य अन्ते दट् इस् उपदेशधातोः अन्ते हल् वर्णः अस्ति चेत् हल् वर्णः इत्संज्ञा भवति तस्य लोपः इति सूत्रेण इत्संज्ञा लोपः भवति अत्र सूत्रे हल् अन्त्यं हल् प्रथमान्तम् अन्त्यं स्वप्रथमान्तं द्विपदं सूत्रम् अनुवृत्ति योजयेत् सति उपदेशे अन्त्यं हल् इति. सो उपदेश धातो धातौ धातौ अन्त्यं हल् इति चेत् तस्य लोपः भवति, तस्य संज्ञा भवति. तदेव तत्र भगिनी, तदेव भगिन्याः आशयः, परन्तु न उक्तवती तावदेव. पूर्वम् उक्तवती, अत्र अन्तिमवाक्ये न उक्तवती. तदेव तस्याः आशयः. उपदेशे इत्युक्ते धातुः, प्रत्ययः, आगमः, आदेशः, सर्वं सर्वेषां ग्रहणम्. अस्तु अस्तु, अग्रे पूर्णेन्दु महोदय पठतु. न विभक्तौ तस्मात् विभक्त्यां तवर्गीयवर्णः, दन्तसकारः, मकारः च इत्संज्ञकः न भवन्ति. विभक्तिश्च इत्यनेन सुप्रत्ययः, तिङ्प्रत्ययः च सर्वे विभक्तिसंज्ञकाः. इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः. तुश्च, स च, माश्च तेषाम् इतरेतरत्वन्द्वः तुस्मः न अव्ययपदम्. विभक्तौ सप्तम्यन्तं, तुस्मः प्रथमान्तं. द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम्. उपदेशे विभक्तौ अन्त्यः हलः, तुस्मः न इतः. अत्र न विभक्तौ तुस्मः इति सूत्रम् अलन्त्यम् इति सूत्रस्य अपवादसूत्रम् अस्ति. विभक्तिश्च इति सूत्रेण अष्टादश तिङ्प्रत्ययः, एकविंशतिः सुप्रत्ययः, सर्वे विभक्तिसंज्ञकः प्रत्ययः इति कथ्यन्ते. विभक्तिसंज्ञकः प्रत्ययानाम् अन्ते यः सकारः अस्ति, दन्तसकारः अस्ति वा मकारः अस्ति वा तावर्गीयवर्णाः, ते सर्वे ईप्संज्ञकाः न भवन्ति इति एतत् सूत्रं वदति. बहु समीचीनं महोदय, तथैव अस्ति. अत्र न विभक्त कीदृशसूत्रमस्ति? विधिनिषेधसूत्रं, निषेधकसूत्रमस्ति. सत्यं, अलङ्क्यं सूत्रस्य अपवादसूत्रमस्ति. सत्यं सत्यम्, अपवादः नास्ति, तस्य बाधकसूत्रं. बाधकसूत्रम् इत्युक्ते विधिसूत्रमेव खलु? अत्र तु हा, तत्र प्रथमतया तत्र संज्ञा इति संज्ञा विधीयते प्रथमतया. तादृशसंज्ञायाः बाधकसूत्रम् इत्युक्ते तत्र तत्र तत्र विधिसूत्रमेव एकविधकार्यं, निषेधककार्यम् इत्युक्ते अत्र विभक्त्यां, विभक्तिः इत्युक्ते तत् कस्य विभक्तिसंज्ञा भवति इति चेत् विभक्तिश्च इति सूत्रेण सुप्रत्ययानां सुबन्तपदं भवति खलु. तत्र प्रातिपदिकात् सुप्रत्ययः विधीयते, तद् एकविंशतिः सुप्रत्ययाः सन्ति. सुप्रत्ययानामपि विभक्तिसंज्ञा भवति. तिङ्प्रत्ययानाम् अष्टादश तिङ्प्रत्ययाः, नव परस्मैपदिनः, नव आत्मनेपदिनः, सर्वेषां तिङ् संज्ञा अस्ति. तिङ् इति प्रत्ययः, तस्यापि विभक्तिसंज्ञा अस्ति, तेषां विभक्तिसंज्ञा. अतः सुप्रत्ययानां तिङ्प्रत्ययानां विभक्तिसंज्ञा संज्ञा भवति. तदानीं तत्र तेषु प्रत्ययेषु यत्र यत्र अन्ते तवर्गीयवर्णः, सकारः वा मकारः अस्ति, तेषाम् इत्संज्ञा न भवति, न विभक्तौ तुस्माः इत्यनेन. यथा अत्र सु औ जस्, जस् इति प्रत्ययः अस्ति. सुप्रत्ययेषु जस् इति प्रत्ययः अस्ति. प्रथमविभक्तौ बहुवचने जस् इति प्रत्ययः अस्ति. तत्र अन्ते सकारः अस्ति, तर्हि सकारस्य इत्संज्ञा भवति वा हलन्त्यम् इति सूत्रेण इति चेत् न, यतोहि जस् इत्यस्य विभक्तिसंज्ञा अस्ति. अतः तस्य संज्ञा न भवति, न विभक्तौ तुस्मः इत्यनेन हलन्त्यम् इति सूत्रं बाधितम् अस्ति. अतः तत्र जस् इत्यस्मिन् सकारस्य संज्ञा न भवति. एवमेव तिङ् प्रत्ययेषु तिप् तस् जि तस् इति प्रत्ययः, प्रथमभक्तौ द्विवचने तस् इति प्रत्ययः अस्ति, तस्यापि विभक्तिसंज्ञा अस्ति. तस् इति प्रत्यये अन्ते सकारः अस्ति, तर्हि तत्र हलन्त्यमिति सूत्रेण तस्य लोपः, तस्य इत्संज्ञा भवति वा इति चेत् न भवति. अत्र न विभक्तौ तुस्मः इत्यनेन सकारस्य इत्संज्ञा न भवति, बाधितमस्ति, हलन्त्यमिति सूत्रं बाधितम्, अतः तस् इति एव तिष्ठति, सकारस्य लोपः न भवति. अस्तु, तर्हि अत्रापि तत्र उपदेशे इति पदम् आनीतमस्ति पूर्वस्मात् सूत्रात्. विभक्तौ इति पदं सूत्रे एव अस्ति, अन्त्याः इति पदं हलन्त्यम् इत्यस्मात् अनुवृत्तं, हलः इति पदमपि अनुवृत्तं हलन्त्यम् इत्यस्मात्, तुस्माः इति पदं सूत्रे एव अस्ति, न इति पदमपि सूत्रे एव अस्ति, इतः इति पदम् उपदेशे जननासिक इत्यस्मात् अनुवृत्तम्. अस्तु भगिनि, विभक्तौ किमर्थं द्वितीयवचनं किं विभक्तौ द्वितीयवचनमस्ति वा अत्र? न, सप्तमी, सप्तमी, सप्तमी विभक्तौ. भगिनि, अत्र तु तु इत्युक्ते तवर्ग, हा तु इत्युक्ते तवर्गः, तु इत्युक्ते हा इत्युक्ते व्याकरणे सर्वत्र तु कु चु पु इति वदामः चेत् तत्र वर्गस्य संक्षेपः अस्ति. तु इत्यनेन सर्वेषां तवर्गीयवर्णाः, कु इति वदामः चेत् सर्वेषां कवर्गीयवर्णाः, तु इत्युक्ते सर्वेषां तवर्गीयवर्णाः, पु इत्युक्ते सर्वेषां पवर्गीयवर्णाः, अतः अत्र तु इत्युक्ते तवर्गस्य वर्णः. अस्तु भगिनी, अत्र तु तवर्ग सकार अपि च मकार अस्ति चेत् हलन्त्यं कार्यं न करोति इति वदति. केवलं विभक्तिप्रत्ययः अस्ति चेदेव, केवलं विभक्तिप्रत्ययः. धन्यवादः. अस्तु विनय महोदय अग्रे पठतु. अस्ति वा विनय महोदय? क्षम्यतां भगिनि, आदिः आदिः इङ् टु डुः उपदेशस्य आदौ इङ् टु जु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इति संज्ञा भवति. इङ् टु जु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते इङ्ह च टु च लु च तेषाम् इतरेतरद्वन्द्वः, इन्टु डु बहुवचने इन्टु डुवः गुरुशब्द इव, आदिः प्रथमान्तम् इटुडवः प्रथमान्तं द्विपदम् इदं सूत्रम्. आदिः इति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः इङ् टुडवः इतः. यदि धातोः आदौ एक यूनिट् समान इङ् टु च भवन्ति तर्हि इ टु ड यूनिट् वर्णः इत भवति. समीचीनं महोदय, किमपि वक्तव्यं वा? अस्तु, तर्हि अत्र आदिर्निटुडवः इति सूत्रम् अत्र वस्तुतः अत्र सूत्रे धातुः इत्यस्य अनुवृत्तिः दीयते सर्वत्र, तथा न पश्यामः. कुत्रचित् धातुः तत्र प्रायः मतभेदाः सन्ति, कुत्रचित् धातुः इत्यस्य अनुवृत्तिः न भवति, परन्तु अत्र धातुः इत्यस्य अनुवृत्तिः भवति इति कृत्वा तत्र सूत्रस्य कार्यं केवलं धातूनां कृते एव इति स्पष्टतया ज्ञायते. तर्हि उपदेशे धातोः आदयः नीटूडवः, नीटूडवः इत्यनेन तत्र वर्णसमूहः, नी इति वर्णसमूहः, टु इति वर्णसमूहः डु इति अपि वर्णसमूहः तेषां वर्णसमूहानाम् इत्संज्ञा भवति यदि एते यदि सः समूहः धातोः आदौ अस्ति धातोः आदौ मी अथवा टु अथवा डु अस्ति चेत् तस्य इत्संज्ञा भवति तवर्गः नास्ति अत्र टु इत्यनेन टु इत्यनेन टु इति वर्णसमूहः एव यदि तवर्गः इति अस्ति चेत् तत्र डु इति पृथक्तया वदनस्य आवश्यकता नास्ति खलु किमर्थं तुष्पाहपत्र टु इति तवर्गमस्ति तत्र तु तत्र तु तत्र तदर्थं तत्र टु इत्युक्ते सामान्यनियमः अस्ति टु इत्यनेन सर्वेषां वर्णानां ग्रहणं सवर्णानां ग्रहणं तदर्थं सूत्रमस्ति परन्तु अत्र अत्रापि तथा चिन्तयितुं शक्नुमः टु इत्यनेन सर्वेषां तवर्गवर्णानां ग्रहणम् इति चिन्तयामः चेत् तर्हि तदर्थं किमर्थं डु इति उक्तं यदि टु इति तवर्गः अस्ति चेत् डु तत्र भवति खलु डकारः भवति खलु तस्मिन् किमर्थं पृथक्तया डु इति उक्तं तेन अवगम्यते अत्र टु इत्यनेन वर्णसमूहस्य ग्रहणं नास्ति वर्णस्य ग्रहणं नास्ति इति भगिनि भगिनि एते पृथक् पृथक् एव न सत्यं पृथक् पृथक् एव डु इति वर्णसमूहः डु इति वर्णसमूहः वर्णसमूहः इति किमर्थं दत्तं भगिनि वर्णसमूहः इत्युक्ते डु इति वर्णसमूहः डकार उकारः वर्णसमूहं स्वीकृत्य इत्संज्ञां कुर्मः डकारः उकारः टकारः उकारः एव वर्णसमूहम् इति वा टकार उकारः तत्र डुपचष् इति धातौ डु इति अस्ति इति कृत्वा तत्र आदिर्मिटुडवः इत्यनेन डु इत्यस्य इत्संज्ञा न तु डकारस्य उकारस्य पृथक् पृथक् अस्तु अग्रे पठामि न धन्यवादः महोदय अग्रे अत्र सुमन् भगिनी पठतु क्षम्यतां महोदय म्यूट् मध्ये वाच्य नेति इति सूत्रस्य अन्तर्गतम् एकं वार्तिकम् इत्युक्ते धातोः इर् इत्यस्य शब्द समुदायस्य इत् संज्ञा भवति छिदीर् इत्यादिषु धातुषु इरः इत्संज्ञः भवति भिदिर् भिद् भवति छिदिर् छिद् भवति दृशिर् दृश् भवति निजिर् निज् भवति युजिर् युज् इषुचिर् शुच् भवति धेयं यत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया एतत्तु वार्तिकं खलु वार्तिकमस्ति तत् वदति यत्र इकार अनुनासिक अस्ति अनन्तरं रेफः अस्ति इर् अस्ति चेत् तत्र इर् इति वर्णसमूह इत्संज्ञा भवति पृथक् पृथक् अनुनासिक इकारस्य रेफस्य च पृथक् पृथक् इत्संज्ञा न करणीयम् अनन्तरम् इत्संज्ञा लोपः न करणीयम् उदाहरणम् उदाहरणानि दत्तानि छिदेर् युजेर् भिदेर् इति तत्र अनुनासिक इकार अस्ति रेफः अपि अस्ति इर् इति वर्णसमूहः अस्ति तस्य इत्संज्ञा भवति इत्युक्ते तत्र इर इत्संज्ञा वाच्या इति वार्तिकम् अस्ति वार्तिकम् इत्युक्ते तत्र सूत्राणि सन्ति अष्टाध्यायं सूत्राणि सन्ति अपि च तत्र वार्तिकानि तत्र मुनित्रयं वर्तते किमपि न शृणोमि श्रूयते हा एकक्षणम् एकक्षणम्, इत्युक्ते अत्र मुनित्रयं वर्तते इति जानीमः खलु, पाणिनिः, कात्यायनः, अपि च पतञ्जलिः इति मुनित्रयं वर्तते व्याकरणे. तर्हि पाणिनिः सः एव तत्र सूत्राणि रचितवान्. कात्यायनः अथवा वररुचिः तेन वार्तिकानि रचितानि, अपि च पतञ्जलिमहर्षिः महाभाष्यं लिखितवान्. तर्हि वार्तिकानि सूत्राणि इति सूत्राणि किम् इति वयं जानीमः, सूत्राणि कानि अपि च सूत्राणि सूत्रस्य अर्थः कः इति एतावता वयं पठितवन्तः. तर्हि वार्तिकं वार्तिकं नाम किम् इति चेत् तत्र उच्यते यत्र पाणिनेः सूत्रेषु उक्तानां विषये चिन्तनम् अनुक्तानां विषयाणां पूरणम् इत्युक्ते अत्र पाणिनीयसूत्रेषु यद् उक्तमस्ति, यद् उच्यते सूत्रेण, तस्य विवरणम् इतोपि स्पष्टीकरणं भवति वार्तिके. अपि च सूत्रेषु यद् न उक्तं, यथा अत्र इर इत्संज्ञा वाच्यम् इति न उक्तं सूत्रे, कुत्रापि न उक्तं, तदपि उच्यते. अतः तत्र वार्तिकं स्पष्टीकरणरूपेण भवति. यद् सूत्रेषु उक्तं तस्य स्पष्टीकरणं भवति, यद् सूत्रेषु न उक्तं तस्य विवरणम् अपि दीयते वार्तिके. महाभाष्यम् इति पतञ्जलिना रचितं महाभाष्यं, महाभाष्यं तु सूत्रस्य वार्तिकस्य उपरि इतोपि विस्तृतं व्याख्यानं, विस्तृतं व्याख्यानं पतञ्जलिना लिखितं, तदेव अत्र महाभाष्यम् इति उच्यते. बहु प्रसिद्धम् अस्ति महाभाष्ये, बहु किमपि उच्यते सूत्रस्य वार्तिकस्य विषये, इतोपि अधिकं विवरणं व्याख्यानं विस्तृतरूपेण भवति इति अत्र सारांशः. अत्र तु किमर्थं तस्मिन् विषये उक्तम् इति चेत् इर इत्संज्ञा वाच्या इति वार्तिकमस्ति. अत्र सूत्रेषु यद् न उक्तं तस्मिन् विषये विवरणं दीयते. इर इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति, यथा अत्र चिदिर् इति अस्ति. तर्हि तत्र रेपः हलन्त्यम् इत्यनेन इत्संज्ञा भवति इति चिन्तयामः. इकारः अनुनासिकः, अतः उपदेशे अजुनासिक इत्यनेन इत्संज्ञा भवति इति चिन्तयामः, परन्तु तथा नास्ति. तत्र इर् इति समुदायः अस्ति, इर् इति समुदायस्य सम्पूर्णतया इत्संज्ञा भवति इर इत्संज्ञा वाच्या इत्यनेन. अतः सर्वत्र पश्यामः चिदिर् भिदिर् दृशिर् सर्वत्र इर् इति समुदायस्य इर् इत्यस्य इकारस्य उपरि चन्द्रबिन्दुः अस्ति, अनन्तरं रेपः अस्ति, अतः इर् इत्यस्य इत्संज्ञा सर्वत्र अस्तु. ईकारस्यपि चन्द्रबिन्दुः अस्ति वा? ईकारस्य चन्द्रबिन्दुः भवितुम् अर्हति, द्रष्टव्य धातुपटे पश्यतु भगिनि. एकः प्रश्नः अस्ति भगिनि. हा पृच्छतु महोदय. अत्र इरम् इति समुदाय कृत्वा तु इत्संज्ञा कर्तुं शक्यते वार्तिकेन, परन्तु इर्णरीत्या अपि इत्संज्ञा कर्तुं शक्यते, तर्हि वार्तिकस्य आवश्यकता का? वार्तिकस्य आवश्यकता किमर्थम् इति चेत् तत्र पृथक्तया तत्र पृथक्तया इकारस्य इत्संज्ञा कुर्मः चेत् तत्र किं भवति इति चेत् तत्र इकारस्य इत् यस्य सः इति वदामः चेत् इदित् भवति, इदित् धातुः इदित् भवति. यस्य इकारस्य इत्संज्ञा सः धातुः इदित् इति वदामः. इदित् इति धातुः अस्ति चेत् नुमागमः भविष्यति, इदित् धातोः नुमागमः विद्यते. अत्र नुमागमः न इष्यते, अस्माकम् अग्रिमपाठे नुमागमस्य विषये चिन्तनं भविष्यति, परन्तु अत्र नुमागमः न इष्यते. तदर्थम् इदित् इति न वक्तुं शक्यते. यदि अत्र इकारस्य अत्र छिदिर् इति अस्ति, इकारस्य इत्संज्ञा उपदेशे जुनुनासिक इत् इत्यनेन कुर्मः चेत् धातुः इदित् भविष्यति. इदित् भविष्यति चेत् तत्र नुमागमः स्यात्, तत्र नकारः धातोः मध्ये आगन्तव्यः. तर्हि तद् इष्टं नास्ति, तदर्थम् अत्र वार्तिकेन उच्यते अत्र धातुः इदित् नास्ति, परन्तु इरित् अस्ति धातुः. अतः इरित् अस्ति चेत् नुमागमः न विद्यते इति प्रयोजनमस्ति तदर्थम्. अस्तु भगिनि, अत्र नेति किं कार्यं करोति? नेति इत्यस्य आवश्यकता नास्ति भगिनि. तस्मिन् अत्र वार्तिकं कुत्र उच्यते, कुत्र दत्तमस्ति, तस्मात् कुतः उद्धृतम् अस्ति इति एव उच्यते, तत्र नेपि इत्यस्य आवश्यकता नास्ति अधुना. अस्तु, इत्युक्ते नेपि इति धातोः वर्णने एतत् वार्तिकं भवति इति वा? हा, नेपि इति धातोः इति सूत्रस्य सूत्रस्य विवरणे. ओके, विवरणे आगच्छति. अस्तु, समीचीनम्. अग्रे मीना भगिनी पठतु. त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव शप्रत्ययस्य प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति. शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इति. यत्र प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य शकारः तत् शकारः इति संज्ञा भवति. उदाहरणं षस् इति सुप्रत्यये सुजस् अमौ षस् षकारः अस्ति, तत्र षकारः इति संज्ञा भवति. अग्रे पठामि वा? पठामि न, सुजस् इति किमर्थम् उक्तो? प्रत्यये षकारस्य इति संज्ञा भवति, तस्मात् सुजस् अमौ षस् षकारः इति संज्ञा. न न, तत्र मूर्धन्यषकारः नास्ति. मूर्धन्यषकारः तत्र तालव्यषकारः, अतः तत्र कार्यं नास्ति. प्रत्ययषकारः उदाहरणं किमिति चिन्तयामि. उदाहरणं तत्र अग्रे तत्र शुञ् इति प्रत्ययः अस्ति. सत्यं सत्यं, शाकन् इति अपि प्रत्ययः अस्ति, शाकन् तत्र शकारस्य संज्ञा भवति. अस्तु अस्तु, तर्हि अत्र सूत्रं शः प्रत्ययस्य इति सूत्रं प्रत्ययस्य आदौ, अत्र आदिः इति पदस्य अनुवृत्तिः अस्ति, उपदेशे इति पदस्य अपि अनुवृत्तिः अस्ति. आदिः शकारस्य प्रत्ययस्य आदौ यः शकारः तस्य इत्संज्ञा भवति इति विषयः अस्ति. अस्तु, अग्रे शेखर् महोदय पठति वा, पठितुमिच्छति वा? अस्तु, रामनाथन् महोदय पठतु. चुटुः चुटु प्रत्ययस्य आदौ वर्गीय चवर्गीयः चकार छकार जकार झकार ञकार अथवा कीयव्यञ्जनानां चवर्गीयव्यञ्जनानां वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. चुश्च तयोः इतरेतरद्वन्द्वः. चुटु द्विवचने गुरुशब्दः इव, चुटु प्रथमान्तम् एकपदमिव एकपदमिदं सूत्रं. वचन परिणामं क्रियते. अनुवृत्तिः संहितायाम् उपदेशे प्रत्ययस्य आदि चुटु इतौ प्रत्ययस्य आदौ चवर्गीयव्यञ्जनानां वा चवर्गीयव्यञ्जनानाम् अस्ति चेत् इत्संज्ञा भवति. समीचीनं महोदय. इत्युक्ते एतत् सूत्रमपि प्रत्ययस्य विषये एव अस्ति. उपदेशे प्रत्ययस्य आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. अस्तु, समीचीनम्. अग्रे गीताञ्जलि भगिनी अग्रे पठतु, समापयामः. लषक्वतद्धिते प्रत्ययस्य आदौ लकारः शकारः कवर्गीय ककार खकार गकार घकार ङकार च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति. किन्तु तद्धित् प्रत्यये न. लश्च षश्च कुश्च तेषां समाहारद्वन्द्वः लशकु. न तद्धितम् अतद्धितं नैतत्पुरुषः तस्मिन् अतद्धिते। लशकु प्रथमान्तम् अतद्धिते सप्तमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम्। उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते इति सूत्रम् इति वदति। प्रत्ययस्य आदौ यदि लकार शकार अपि च किमपि कु वर्गीय वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति, किन्तु सर्वदा न भवति। यदि लशक्वतद्धिते लशक् यदि तद्धितप्रत्यय अस्ति चेत् तदनन्तरं न भवति। तत् इति एकं निषेधक सूत्रम् अपि अस्ति। इत्युक्ते लश लश कु अस्ति चेत् भवति, किन्तु तद्धितप्रत्यय अस्ति चेत् इत्संज्ञा न भवति इति। समीचीनं भगिनि, सम्यक् अस्ति, तथैव अस्ति। प्रत्ययस्य आदौ नकारः शालव्यशकारः कवर्गीयवर्णः अस्ति चेत् इत्संज्ञा भवति, परन्तु तद्धितप्रत्ययस्य विषये नास्ति इति विषयः अस्ति। अस्तु, अत्र राहुल् महोदय अत्र तस्य लोपः इति सूत्रं पठित्वा समापयामः। अत्र एकवारं पठतु भगिनि, एकः संशयः पृच्छामि। अत्र तद्धितप्रकरणे तद्धितप्रत्ययः तु नामपद सह उपयुज्यते किल, धातु सह अपि वा? न, धातु सह न। देन् दिस् इस् धातु विज्ञानम् आल् अबौट् धातु नो? न न, धातुविज्ञानं तत्र सूत्रस्य विषये चिन्तनम् अस्ति। सूत्रस्य विषये तत्र दशक्कु इति तत्र प्रत्ययस्य विषये अस्ति खलु चिन्तनं। अस्तु, राहुल् महोदय अग्रे पठतु। अस्ति वा राहुल् महोदय? अस्तु, विजयलक्ष्मी भगिनी पठतु। इत् लोपविधिः। एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति। तस्य लोपः प्रथमाध्याये तृतीय पादे नवमः सूत्रम्। इत् संज्ञकस्य वर्णस्य लोपो भवति, तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदम् इदं सूत्रम्। उपदेशे अजनुनासिक इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे अनुवृत्तिसहितसूत्रं तस्य इतः लोपः। इत् सम्यक् सूत्राणां अष्टमसूत्रम् एतत्। अत्र कार्यं विधीयते इत् सम्या इति वर्णसमूहः वा वर्णः यद् इत् सम्या प्राप्नोति तस्य अनन्तरं किं कर्तव्यम् इति योजयामः चेत् तस्य अनन्तरं तस्य लोपः इति सूत्रेण इत् सम्यकस्य लोपः जातः तस्य लोपः इति सूत्रेण। तस्य लोपः इति सूत्रे तस्य षष्ट्यन्तं पदं लोपः प्रथमान्तं पदं द्विपदं सूत्रम् एतत्। अत्र उपदेशे अजनुनासिक इत् इति सूत्रात् इत् इत्यस्य अनुवृत्ति षष्ट्यर्थे भवति अनुवृत्तिसहितसूत्रं भवति तस्य इतः लोपः इति। कस्य कस्य तस्य इत्युक्ते इत् संज्ञकस्य इत्युक्ते एतावता यत् किमपि उक्तं तस्य इत् संज्ञकस्य लोपः। अस्तु, तर्हि अत्र पाठः समाप्तः। अग्रे अनुवृत्तिः अस्ति, तत्सर्वं वयम् इदानीमेव दृष्टवन्तः, अतः पुनः न पठ्यते. यदि इच्छति चेत् गृहपाठरूपेण पठन्तु. पूर्वमपि अस्माभिः पठितम्, अतः पुनः केवलं पुनःस्मरणमेव. अतः पश्यन्तु अग्रिमसप्ताहे पुनः द्वितीयभागः, धातुविज्ञानं द्वितीयभागः इति आरप्स्यते. कोऽपि प्रश्नः वा? प्रथमपुटे इदम् इत्थम् इति लिखितमस्ति, तस्य अर्थः कः? कुत्र अस्ति? अधोभागे अन्ततः तृतीयपङ्क्तौ लिखितमस्ति. अद्य इदम् इत्थम् इति वक्तुं कश्चन इदम् इत्थम् इति तादृशम् इति इन् दिस् मेनर् इति अर्थः. अस्तु, कुत्र अस्ति भगिनि? प्रथमपरिच्छेदे इति मन्ये, मयापि न प्राप्तं यथावता, परन्तु प्रथमपरिच्छेदे कुत्रचित् अस्ति. भगिनि अस्तु भगिनि अन्ते एक चित्रः अस्ति, चित्रं न दृश्यते. दृश्यते भगिनि, तत्र लिङ्क् मध्ये क्लिक् करोतु, पुनः उद्घाटयति. भगिनि इदानीं मया गमनीयं. मयापि गमनीयं. शक्यते वा? गच्छ गच्छतु, मयापि गमनीयं. धन्यवादः. भगिनि धन्यवादः. सूत्रे धन्यवादः भगिनि. चुटु इति सूत्रे वचनविपरिणामं क्रियते इत्यस्य को अर्थः? तत्र चुटु इति कुत्र अस्ति? चुटु इति सूत्रे अनुवृत्तिः अस्ति खलु. तत्र आदिः इति पदं पूर्वस्मात् सूत्रात् आनीतमस्ति. आदिः इति पदं तत्र तु एकवचने अस्ति, परन्तु अत्र चुटु इति पदं द्विवचने अस्ति. अतः आदि इति पदस्य विभक्तेः परिवर्तनं भवति. इदानीं द्विवचने अस्ति. अत्र सूत्रस्य अर्थावगमनार्थम् आदिः इति पदं प्रथमाविभक्तौ एव अस्ति चेत् न सङ्गच्छते, अत्र अन्वयः सम्यक्तया न भवति इति कृत्वा तत्र द्विवचने तस्य प्रयोगः अस्ति. अस्तु तर्हि धन्यवादः. न कुर्मः, पूर्वमेव कृतं, सः एव अभ्यासः अस्ति. पुनः इति पाठे अस्माभिः पूर्वं कृतम् एतत् सर्वं, पुनः न क्रियते. तत्रैव पश्यन्तु. यदि भवन्तः इच्छन्ति चेत् गृहपाठरूपेण कुर्वन्तु पुनः अभ्यासार्थम्. धन्यवादः. धन्यवादः.